नमस्कारः अस्माकं पाणिनीयव्याकरणवर्गे भुआदिगणे शत्रन्तप्रातिपदिकनिर्माणम् इति पाठः भगिनी पठति वा उषा भगिनी आं भगिनि शत्रन्तप्रातिपदिकस्य निर्माणप्रक्रिया शत्रन्तप्रातिपदिकस्य निर्माणार्थं द्वे सोपाने स्तः विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं तदा धातुविकरणप्रत्ययोः मेलनं शत्रुप्रत्ययस्य द्वितीयसोपानं शत्रुप्रत्ययस्य निमित्तकम् अङ्गकार्यं तदा अङ्गशत्रुप्रत्ययोः मेलनं आं भगिनि शत्रन्तप्रातिपदिकस्य निर्माणार्थं प्रथमसोपानं विकरणप्रत्ययस्य अङ्गं गणनिमित्तिकविकरणप्रत्ययः धातुः मेलनं द्वितीयसोपानं शत्रुप्रत्ययस्य निमित्तकम् अङ्गकार्यम् अङ्गशत्रुप्रत्ययोः मेलनं ओके मनसि ध्येयं सर्वत्र शत्रुप्रत्ययस्य प्रभावेन एव प्रथमसोपानं शपः विधानं भवति आम् अतः वस्तुतः क्रमः एवम् अस्ति वद् योगः लट् शत्रुविवक्षायां वद् योगः शत्रु वद् योगः शत्रु इति स्थिते तिङ्क्षित् सार्वधातुकं कर्तरी तिङ्क्षित् सार्वधातुकं कर्तरी शप् इति द्वयोः सूत्रेण वद् योगः शप् योगः शत्रु इति भवति नाम आरम्भतः एव शत्रुप्रत्ययः उपस्थितः परन्तु द्वितीयसोपाने एव शत्रुप्रत्ययस्य निमित्तकम् अङ्गकार्यम् अतः अग्रे गत्वा सौकर्यार्थं तत्रैव शत्रुप्रत्ययः प्रदर्श्यते आं भगिनि वद्योगः लट् इति स्थिते वद्योगः लट् इति स्थिते लट् स्थाने शत्रुप्रत्ययः आयाति शत्रुविवक्षायां शत्रुप्रत्ययः आयाति वद्योगः शत्रु इति भवति शत्रु तिङ्क्षित् सार्वधातुकं तिङ्क्षित् सार्वधातुकम् इत्यनेन तिङ्प्रत्ययः विधीयते तिङ्प्रत्ययः विधीयते कारणतः शप् प्रत्ययः आयाति कर्तरि शप् इत्यनेन कर्तृर्थक कारणात् शप् इति विधीयते सो वद्योगः शत्रु इति स्थाने वद्योगः शप् योगः शत्रु इति भवति आं भगिनि देन् वद्योगः शप् योगः शत्रु देन् वद्योगः अयोगः शत्रु वद्योगः अ गुणकार्यं नास्ति वद्योगः अ वद भवति देन् वद वदयोगः शत्रु अकारः एव तिष्ठति वद अत् एव भवति वद् वदयोगः अत् वदयोगः अत् इति स्थिते पूर्वपरयोः दत्ता तत् अतोगुणे अतोगुणे इति सूत्रेण वद एव भवति वद अकारयोगः अत् इति स्थिते पूर्वपरयोः गुण एव गुणवर्णः अत् अ एव परवर्णः एव तिष्ठति सो वद एव भवति तत्र लटः स्थाने शत्रुकेन सूत्रेण प्रथम लटः प्रथमा शत्रुषाणचौ अप्रथमा समानाधिकरणेन संथिङ्ग् लैक् सत्यं लटः शत्रुषाणचौ अप्रथमा समानाधिकरणेन लटः शत्रुषाणचौ अप्रथमा समानाधिकरणेन प्रथमे धातुगणसमूहे द्वादौ द्विवादौ तुदादौ चुरादौ धातुविकरणप्रत्ययोः मेलनेन यत् अङ्गं निष्पन्नं तत् सदा अदन्तम् अम्बनि अतः शत्रुप्रत्ययं निमित्तीकृत्य किमपि कार्यं नास्ति अस्य धातुगणसमूहस्य शत्रन्तरूपाणि प्रथमम् अवलोकनीयानि तदा द्वितीयधातुगणसमूहस्य वीक्षामहे यत्र शत्रुप्रत्ययं निमित्तीकृत्य अङ्गकार्यम् अर्हम् ओके प्रथमधातुगणसमूहे प्रथमगण द्विवादौ फोर्थ् गण चतुर्थगण षष्ठगण अण्ड् टेन्त् गण दशम दशमगण सारी भगिनी नेक्स्ट् टैम् द्वादौ द्विवादौ तुदादौ चुरादौ या गण धातुविकरणप्रत्ययोः मेलनेन अङ्गं निष्पन्नं भवति चेत् अदन्तम् अङ्गं निष्पन्नं अदन्तम् अङ्गं भवति अदन्तम् अङ्गं निमित्ति देन् अतः शत्रुप्रत्ययस्य निमित्तकं किमपि कार्यं नास्ति या अदन्त अङ्गं देन् अतोगुणे एव तिष्ठति अस्य धातुगणसमूहस्य शत्रन्तरूपाणि प्रथमम् अवलोकनीयानि ओके देन् द्वितीयधातुगणसमूहम् इत्युक्ते अदादौ जुहोत्यादौ सुर् वाट् इस् दट् स्वादिगणे या स्वादिगणे या द्वितीयगणसमूहस्य वीक्षामहे यत्र शत्रुप्रत्ययनिमित्तकम् अङ्गकार्यम् अर्हम् ओके शत्रुप्रत्ययनिमित्तकम् अङ्गकार्यं वुड् बि देन् डिफ्रेण्ट् अत्र अदन्तः अतः शत्रुप्रत्ययनिमित्तिक अङ्गकार्यं किमपि नास्ति अनदन्तम् अस्ति चेत् शत्रुप्रत्ययनिमित्तिक अङ्गकार्यं भवति केवलं तत्र पुनःस्मरणमेव भवति इदानीं यद् वयं भुवादिगणे पठितवन्तः तदेव कार्याणि पुनः आगच्छति अत्र आं सामान्य भुवादिगणः ओ आगतवती वा भगिनि भुवादिगणः अत्र 990 कथं अधिक नवशत दातवः सन्ति प्रथमं सामान्यदातवः एषु दातुषु शतं निमित्तीकृत्य किमपि अङ्गकार्यं नास्ति केवलं संयोजनम् एव तादृशदातवः चतुर् पञ्चदश अधिक पञ्चाशत् अधिक पञ्चाशत् अधिकसप्तसहस्रशत धातवः सन्ति इमे सर्वे धातवः न इगन्ताः न वायुगुपताः अतः किमपि गुणकार्यं नास्ति येषु धातुषु अत्र प्रथमम् अस्ति अदन्तमस्ति निमित्तकार्यमेपि नास्ति इमे एषु धातुषु उपधातवः इषु धातुषु अदुपधातवः सप्तत्रिंशति अधिक दशशत 37 उदाहरणं वद् योगः शत् वद् वद वदा योगशत्रु वदा योग अतो गुणेन पूर्वपरयोः एकपररूपादेशः वदत् इति भवति अन्यत् मेल् अत्र दीर्घ अस्ति मेल् योगः शप् मीलयोगशत्रु मील अत्रपि कोऽपि न भवति किमर्थं सुगन्धलघुपदस्य अत्र दीर्घमस्ति अतः कोऽपि प्रवर्तनम् अस्ति मीलस् तदा भूष् योगाश भूष भूषयोगः शत्रु भूषयोगः अत् अतो गुणेश्वर मोषत् तदेव ओक् ओक् ओख ओकयोगशत्रु तदेव अगि अगि इति धातु इदितोनुं धातोः अङ्ग् अङ्ग् अङ्गव्यवहार अङ्गव्यवहार शत्रु अङ्गव्यवहार अतो गुणे अङ्गत् अङ्गत् कुञ्च् अत्रापि शप् नुम् इति तु अत्र किमपि एकारस्थाने अनुस्मरणं कुञ्च् योगशप् कुञ्ज कुञ्च कुञ्च् योगशप् कुञ्च कुञ्चाशप् यः शत्रु कुञ्च योगात् अतो गुणे कुञ्च अर्च अस्तापि अर्चत् इति रूपं भवति मेत् अत्रापि केवलं मेधत् गुणकार्यं नास्ति वेल् अत्रापि वेलत् इति रूपं धनि अस्ति भगिनि न समीचीनमेव इदानीं किञ्चित् तावयोगः शप् दाव दावायोगः शप् तावत् सत्यम् अत्र यद् के इपुपद क्षम्यता अधुपदधातवः सन्ति अतः तत्र गुणकार्यस्य प्रसक्तिः किमपि नास्ति केवलम् अतो गुणे अत्र इदित् अस्ति चेत् इदितो नुम् धातुः इत्यनेन नकार नुम् आदेशः अनन्तरम् अस्माकं नश्चापदान्तस्य जलि अनुस्वार चेयि परसवर्णः अङ्ग तावदेव कार्यं तत्र समीचीनम् इगन्तदातवः पठितुं शक्यते वा भगिनि इगन्तदातवः नवत्रिंशति दातवः सन्ति इक् इति प्रत्याहारः इ एषां धातूनाम् अन्ते ये इगन्तदातवः इगन्तदातवः प्रवादिगणीय इगन्तदातूनां कृते कार्यं सर्वत्र समानमेव प्रथमं विकरणप्रत्ययः निमित्तकम् अङ्गकार्यं तदा धातुविकरणप्रत्ययोः मेलनं सर्वेषाम् इगन्तदातूनां गुणकार्यं जी योगः शारुजातक आरुजातक सूत्रेण कालस्थाने गुणभूत्वे आगच्छति के युगः तत्र अनन्तरम् एकारः अकारः सन्धिः भवति किल सूत्रेण ऐ आगच्छति भू इति भूयुगश अत्रापि सारुदातकसूत्रेण गुणभूत्वा भू गुणभूत्वा भो भवति भूयुगः प्रति सन्धिकार्यमस्ति सूत्रेण भाव भाव भ्रूयुगश अत्रापि ऋकार गुणभूत्वा तदनन्तरं तस्याः कट् अभवत् उषा भगिनि आं भगिनि हृ हृ योगः शप् सार्वधातुक आर्धधातुकयोः ऋकारान्त धातुः अस्ति सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः भवति हर् योगः अ हर् योगः अ इति इत्युक्ते वर्णमेलनं हर् योगः अ हर इति भवति भगिनी उक्तवती भवती अपि उक्तवती किल सार्वधातुकार्धदातयोः तत्र केवलम् अनुवृत्तिसहितसूत्रमेव ओके सार्वधातुक आर्धधातुकयोः अनुवृत्तिसहितसूत्रम् इकः अङ्गस्य गुणः सार्वधातुक आर्धधातुकयोः सार्वधातुक आर्धधातुकयोः इति सूत्रं वदति. इकः अङ्गस्य गुणः, अङ्गस्य इति अधिकारे अस्ति, अङ्गस्य इकः अङ्गस्य इत्यनेन इकः अन्त अङ्गम् इति भवति. इकः इति इकन्त अङ्गस्य गुणः भवति सार्वधातुक आर्धधातुकयोः इति सूत्रेण. एचो अयवा यावः अनुवृत्तिसहितसूत्रम्. एचः अयवा यावः अचि संहितायां विषये अचि परतः अस्ति चेत् एचः इति ए ओ ऐ औ इति चतुर्णां वर्णानां स्थाने ए स्थाने ऐ, ओ स्थाने अव्, ऐ स्थाने आय्, औ स्थाने आव् इति भवति इति सूत्रं वदति. क्रमेण यथा आं भगिनि यथासङ्ख्यम् अनुदेशः समाना इत्यनेन आं भगिनि. शत्रुप्रत्ययस्य निमित्तकम् अङ्गकार्यं तथा अङ्गशत्रुप्रत्ययोः मेलनं. भ्वादिगणे अङ्गं सदा अदन्तम्, अतः अङ्गकार्यं नास्ति. केवलम् अतो गुणे इत्यनेन पूर्वपरयोः एकः पररूपादेशः. जि योगः शप् इति स्थिते जय इति भवति, शप् अनन्तरं जय भवति. जययोगः शत्रु इति स्थाने जययोगः अत् इति भवति. अनुबन्धलोपानन्तरं जययोगः अत् अतो गुणे एव सूत्रं कार्यं करोति. जय अकारान्त यकारः योगः अकारः योगः अत् गुणवर्ण अत् एव भवति पररूप आदेशः. अतो गुणे इत्यनेन जयत् इति अङ्गं भवति. जयत् इति चतुर्प्रत्ययमेलनस्य अङ्गं जयत् इति भवति. प्रातिपदिकम् आं भगिनि. जि या कृदन्तम् नियोगः शप् नय इति भवति. शप् योजनानन्तरं नय इति भवति. नययोगः शत्रु इति स्थिते नययोगः अत् अतो गुणे एव कार्यं कर्तुम् अर्हति. नयत् इति प्रातिपदिकं सिद्ध्यति. ध्रुयोगः शप् ध्रुयोगः शप् उकारः सार्वधातुक आर्धधातुकयोः. द्रोयोगः द्रवयोगः शत्रु. द्रवयोगः अत् द्रवयोगः अत् इति स्थिते अतो गुणे इति सूत्रेण अनन्तरं द्रवत् इति प्रातिपदिकं सिद्ध्यति. भूयोगः शप् इति स्थिते शप् अनन्तरं भव इति अङ्गं सिद्ध्यति. भवयोगः शत्रु इति भवति चेत् भवयोगः अत् अतो गुणे इत्यनेन भवत् इति प्रातिपदिकं सिद्ध्यति. हृयोगः शप् हर इति शप् अनन्तरं हर इति भवति. हरयोगः शत्रु इति स्थिते हरयोगः अत् अतो गुणे इत्यस्य सूत्रस्य कार्यानन्तरं हरत् इति प्रातिपदिकं सिद्ध्यति. सर्वत्र तस्य गुणकार्यस्य प्रसक्तिः किमपि नास्ति, केवलम् अतो गुणे एव किल. आं भगिनि. एजन्तदातवः अग्रे पठामि वा भगिनि? तत्र न मम चिन्तनम् एवम् आसीत् जीयोगः शब्द किमर्थं तत्र आं भगिनि. जय इति भवति अङ्गकार्यं नास्ति, गुणकार्यं नास्ति इति न, अङ्गकार्यं नास्ति इत्येव लिखितं. जे भूत्वा एव जय इति भवति. नी अपि ने इति भूत्वा एव नय. आं भगिनि, गुणकार्यम् अस्ति. शप् इत्यनेन गुणकार्यम् अस्ति, बट् शत्रु इत्यनेन गुणकार्यं नास्ति. तेन शत्रुनिमित्तीकृत्य अङ्गकार्यं नास्ति, शपं निमित्तीकृत्य गुणकार्यम् अस्ति. अस्ति. ओके. आम् आम् भगिनि. एजन्तधातवः एकत्रिंशत् धातवः सन्ति. एते धातवः इगन्ताः न सन्ति, अतः गुणस्य प्रसङ्गः न भवति. केवलम् एचो अयवायावः इत्यनेन यान्तावान्तसन्धिः एव तिष्ठति. एजन्तदातवः एवो ऐ औ अन्तदातवः एवो ऐ दातवः सो इगन्ताः नास्ति कारणतः सार्वधातुक अर्धधातुकयोः इति सूत्रस्य प्रसक्तिः नास्ति. एचो अयवायावः इत्यनेन यान्तावान्तसन्धि एव भवति. सूत्र दातो आतेच उपदेशे अशिति अत्र शत्रु न शप् इति अशित् अस्ति कारणतः आत् एते च उपदेशे अशिति इति सूत्रस्य प्रसक्तिः नास्ति. दे इति धातुः शप् इति योजनस्य अनन्तरं दे एव भवति. दे योग पुगन्तलघुपदस्य च अथवा सार्वधातुक आदधातुकयोः कार्यं नास्ति, गुणकार्यं नास्ति. अत्र दे योगः अ इति स्थिते एचो अयवायावः शप् लोपा इगन्तलोपान् अनुबन्धलोपानन्तरं देयोगः एचो अयवायावः इत्यनेन ए स्थाने ऐ आदेशः भवति. धकारयोगः ऐ योगः अकार यकारयोः योगः धय इति भवति. धययोगः शत्रुप्रत्ययस्य अत् भवति, धयत् भवति, दयत् इति प्रातिपदिकं सिद्ध्यति. गै योगः शप् गै शप् निमित्तीकृत्य अ भवति. गै योगः अ एचो अयवायावः इत्यनेन ग योगः ऐ स्थाने आय् आय् भवति. ग योगः आय् योगः अ गाय इति भवति. गाय योगः अत् गायत् एव प्रातिपदिकं सिद्ध्यति. आयोगः अगाय गाययोगः अत् आम्. धौ योगः शप् दौ योगः शप् इति स्थिते दौ योगः अ इति भवति. एचो अयवायावः इत्यनेन औ स्थाने आव् आदेशः भवति. धाव् योगः अ धाव भवति. धाव शत्रुप्रत्ययस्य योजनानन्तरं धावत् इति प्रातिपदिकं सिद्ध्यति. लघु इति एकः धाव् इति एकः अस्ति. पूर्वं धाव् योगः शप् धाव् योगः शत्रु धावत् इति रूपम् आगच्छति. अत्र तु पाप्रात्मा सूत्रम् एकं दीर्घं सूत्रम् आसीत् किल, तेन धावत् धाव् इति अपि धातुः पुनः अस्ति वा? धाव् अपि धातु धौ अपि धातु रूपं समानमेव धावत् धातुः न दृश्यते. धौ इति अस्ति पाग्राद्मा इति सूत्रं धावत् पाग्राद्मा इत्यनेन इति सूत्रे धाव् अस्ति वा भगिनि? सरति सरति धावति इति सृ धातुः तत्र धातु आदेशः भवति किल, तत्तु पाग्राद्मा धाव् इति धातुः न दृश्यते. धाव् इति कथम् आगच्छति? धौ इति धातुः अस्ति वा? ऐ गेस् धौ इति धातुः अस्ति. धौ इति धावत् भवति. सो धौ इति धातु एव इन् द बिगिनिङ्ग् आल्सो धाव् इति धातु इस् गिवन् बट् पाग्राद्मा डसन्ट् हाव् धाव् भगिनि. न न द्वाव् इति नास्ति, सृ धातुः तस्य एव धातु आदेशः भवति. सरति धावति इति रूपद्वयं तत्र एव भवति, परन्तु तत्र धाव् इति पूर्वम् एकः धातुः लिखितं किल अस्माकं करपत्रे एव, अत्र तौ तत्र आरम्भे अस्ति सामान्यदातवः इत्यत्र दावियोगः शप् किमर्थं तत्र दावि गिवन् देर् प्रायः अन्यत्र कुत्रापि अस्ति वा भुआदिगणे एव किल गणः भुआदिगणः अनन्तरं पश्यामि अत्र न दृश्यते दाव् इति दातु धाव् इति अस्ति धाव् अपि धातु अस्ति अस्ति प्राप्तं धाव् गति शुद्धयोः इति धातु धाव् इति अपि धातुः अस्ति अस्य अर्थः कः धौ इत्यस्य अर्थः कः ध्रुदे दाव् इति रन् इत्येव अर्थः दौ इति अपि रन् इत्येव अर्थः दौ इति धातु अट्लीस्ट् इन् मै बुक् ऐ केन् सी दौ इति न दृश्यते एव भगिनि स्र धातुः धौ इति तत्र आदेशः भवति सो तादृशं न दृश्यते अर्थः अपि समानः एव किमर्थं धातुद्वयम् इति द्रष्टव्यम् स्पेसिफिक् मीनिङ्ग्स् भगिनि तत्र किमर्थं तत्र धातुद्वयं धौ अथवा पश्यामः अग्रे प्रायः आगच्छति ओके कुतः पर्यन्तं कृतवन्तः ओके लघु डि बिन्दु भगिनि लघु इग् उपद धातवः लघु इक् उपद धातवः सप्तविंशति अधिक एकशतं धातवः ओके उपदा नाम अन्तिमवर्णात् प्राक् यः वर्णः सः यस्य धातोः उपधायां लघु इक् इ ऊ अस्ति सः लघु इगुपदधातुः भ्वादिगणीय इग् उपदधातूनां कृते कार्यं सर्वत्र समानम् आं भगिनि लघु इग् उपदधातुः लघु इग् उपदधातुः अर्थस्य यस्य धातोः उपदायं लघु इक् उपदा इत्यर्थे अन्तिमवर्णात् प्राक् वर्णः उपदा इति भवति विकरणप्रत्ययस्य निमित्तकम् अङ्गकार्यं तदा धातुविकरणप्रत्ययोः मेलनं चित् योगः शप् इति स्थिते अत्र उपदा लघु इ इति अस्ति तकारपूर्वस्य ह्रस्व इकारः तत्कारणात् पुगन्तलघु उपदस्य च इति सूत्रेण लघु उपदा अस्ति गुणः भवति चित् इति चेत् इति भवति चेत् योगः अचेत् गुष् योगः शप् गुष् योगः शप् इति स्थिते पुगन्तलघुपदस्य च इति सूत्रेण उकारस्य गुणः भूत्वा घोष् योगः अ इति भवति घोष इति भवति भृष् योगः शप् इति स्थिते ऋकारः लघु उपदवर्णः अस्ति तत्कारणात् गुणः भूत्वा अर् इति गुणः भूत्वा वर्ष् इति भवति वर्ष् इति वर्ष् योगः अ इति स्थिते वर्ष इति वर्ष इति अङ्गं भवति देन् ओ बट् वि डिण्ट् डू द भगिनी दे डिण्ट् डू द अत् प्रत्यय अग्रे आगच्छति अग्रिमम् दिस् इस् निमित्तकम् अङ्गकार्यमेव ओके द्वितीयबिन्दुः शत्रुप्रत्ययस्य निमित्तकम् अङ्गकार्यं तदा अङ्गशत्रुप्रत्ययोः मेलनं भ्वादिगणे अङ्गं सदा अदन्तम् आम् अतः अङ्गकार्यं नास्ति आम् केवलम् अतो गुणे इत्यनेन पूर्वपरयोः एकः पररूपात् आदेशः चित्योगः शप् चेत् चेत इति भवति चेत इति अङ्ग अङ्गं कृते शत्रुप्रत्ययः विधीयते शत्रुप्रत्यययोजनेन चेत् चेतयोगः अत् इति भवति अतो गुणे इति सूत्रं कार्यं करोति चेतत् इति प्रातिपदिकनिर्माणं भवति गुष् योगः शप् घोष इति भवति घोष गिवन् चेतः योगः शत् घोषयोगः शत्रु घोषयोगः अत् इति भवति शत्रुप्रत्ययोजनानन्तरं घोषयोगः अत् इति स्थिते अतो गुणे इत्यनेन घोषत् एव प्रातिपदिकं सिद्ध्यति घोषत् इति प्रातिपदिकं वृष् योगः शप् वर्ष इति अङ्गं सिद्ध्यति वर्षयोगः शत्रु वर्षयोगः अत् अतो गुणे इत्यनेन वर्षत् इति प्रातिपदिकं सिद्ध्यति आं भगिनि पुगन्तलघुपदस्य च इति अनुवृत्तिसहितसूत्रं पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक आर्धधातुकयोः पुगन्तलघुपदस्य च इति सूत्रं वदति यत् अङ्गस्य इकः गुणः इकः गुणः भवति पुगन्तलघुपदस्य च इत्यनेन इकः यत् धातुतः पुक् इति नट्क लघु उपदा अस्ति अत्र लघु उपदा अस्ति तत् इकः गुणः भवति सार्वधातुक आर्धधातुकयोः इति पूर्ण अनुवृत्तिकारणात् सार्वधातुक आर्धधातुकयोः पुगन्तलघुपदस्य च द्वयोः सूत्रस्य मेलनेन इकः अङ्गस्य गुणः भवति अरुणा भगिनी पठितुं शक्यते वा आं भगिनि विशेषदातवः द्वितीयबिन्दु विशेषदातवः चत्वारिंशत् केचन दातवः सन्ति येषां विकारः भवति शिति प्रत्यये परे ते अधः सूचितः अयं विकारः द्वात्वादेशः इति उच्यते विशेषदातवः अस्ति षट्चत्वारिंशत् अत्र येषु दातेषु क्षितिप्रत्ययपरे नूतन आदेशः आगच्छति उदाहरणबिन्दु गं यं धातोः चकार आदेशः इषुगमीयमां छः इष्कं यं येषां चकारादेशः भवति क्षितिपरे अलोन्तस्य इत्यनेन च आदेशः अन्तिमवर्णस्य स्थाने न तु पूर्णधातोः स्थाने इषुश्च गमिश्चयं च तेषां नितरेतृद्वन्तः इषुगमीयामः तेषाम् इषुगमियमां षष्ट्यं चः प्रथमान्तं द्विपदपदसूत्रं स्टिवुक्लमुच्छां क्षिति तस्मात् क्षिति इति अनुवृत्तिः अङ्गस्य अधिकारः अनुवृत्तिसहितसूत्रम् इषुगमियमाम् अङ्गस्य चः क्षिति अक्षर प्रथमविशिष्टधातु उक्तं गम् यम् इष अपि परन्तु इष्कम् इषि धातु युवादिगणे भगिनि गम् यम् एव युवादिगणे अस्ति सूत्रमस्ति इषु गमे यमां च इति सूत्रेण विवर सूत्रं वदति इष्कं यं येषां धातवः चकारादेशः भवति निमित्तमस्ति षित् कृते उपरि सूत्र भवति इति चेत् अलोन्तस्य परिभाषेण अन्त्यवर्णश्च आदेशः भवति साधु भगिनि गम् यच्छ इति रूपं प्रति गच्छति यं यच्छ यच्छति केवलं क्षितिपदे इति क्रियम् अतः गच्छति परन्तु गमिष्यति यच्छति परन्तु यमिष्यति इति अन्यरूपाणि इष्टातुः इच्छति सुधादिगिनि धन्यवादः अर्थस्य सूचनात्र न दीयते कं योगाशाम् शुगमे यमां चः अलोन्तस्य परिभाषेण इत्याभ्यां स्थाने च आगच्छति आदेशः गच्छयवः गच्छ एव आ छे च इत्यनेन चकारे परे संहितायां विषये ह्रस्वस्य स्वरस्य तुक् आगमो भवति आद्यन्तौ तकितौ इत्यनेन ककार उत्तरवर्ति अकारस्य अनन्तरं न तु पूर्वं गच्छुः इति सूत्रेण सकारस्य सवर्गीयस्य स्थाने सकारस्य सवर्गीयस्य च आदेशः भवति सकारस्य सवर्गस्य च योजनेन गच्छ आगच्छ अत्र उदा प्रक्रिया दत्तम् इष्कमियमां च सूत्रं पठितमस्ति अङ्गं योगः गच्छति अत्र यं स्थाने यच्छु दातु नूतन आदेशदातु आदेशदातु भवति प्रक्रिया अस्ति गं योगः शाप्तकारिषुगमियमां च सूत्रेण आदेशः छः छ इति आदेशः अलङ्कृत्य परिभाषेण अन्तिमवर्णस्य मकारस्थाने चकार आदेशः भवति तदनन्तरम् अन्यसूत्रमस्ति छे छ इदनेन चकारे परे संहितायां विषये ह्रस्वस्य स्वरस्य तुक् आगमो भवति अत्रापि अत्यन्तौ तकतो इति सूत्रेण अकार चकार अनन्तरम् अस्ति अकारात् अनन्तरमेव तकार आगच्छति तकारस्तु नुः इति सूत्रेण तकार चकारं भवति चकारस्थाने चकार आगच्छति रूपमस्ति गच्छ इति अङ्गं भवति सत्यं तत् तकारस्य चकारस्य योगे तकारस्य स्थाने च इच् भवति स्तोश्चु नाश्चुः किल अतः गच्छ इति सत्यम् अग्रे भगिनि गच्छयोगः शत् न अतः योगः शप् गच्छ गच्छ योगः अत् शप् शत्रु शत्रुस्थाने अत् अतो गुणे युक्तेन गच्छत् इति रूपं यच्छ अङ्गं यच्छ योगः शप् यच्छ यच्छ यच्छ योगः अत् अतो गुणे यच्छत् अत्र शप् निमित्तिकगुणकार्यं केवलं न अत्र अतो गुणे एव सत्यं सत्यं सम्यक् पा आदिधातूनां धातु आदेशः पाग्राग्नास्ताम्नाद्राण्षि अस्ति सस्ति सद् षड् सदा सदा सदां पिब जिग्रग्मा तिष्ठा मना यच्च पश्या रुच्या धौ शीया सीदाः पाग्राग्मा इत्यादीनां स्थाने क्रमेण पिब जिग्रधम एते आदेशः भवन्ति क्षितिपरे केवलं क्षितिपरे इति ध्येयम् अतः पिबति परन्तु पश्यति इति कार्य अस्ति पाश्चात् ग्राश्चात् माश्चात् सद् तेषाम् इतरेतरद्वन्द्वः पाग्राग्मास्ताम्नाद्दान् दृशि अक्ति सत्ति सद् सदा सदः तेषां पाग्राग्मास्तास्नाद्रान् दृशि अक्ति सत्ति सदा सा तां पिबश्च जिग्रश्च दमश्च सीदश्च तेषाम् इतरेतरद्वन्द्वः पिब जिग्र जिग्रधम इष्टमना यच्च पश्य रुच्य औषीय सीदाः तदा पाग्राद्मा दीर्घसूत्रं स्वस्यन्त्यम् अस्ति पिबजिग्रदमा इति प्रथमान्तं प्रथमान्तं स्टिव्लु स्टिवु क्लमु च मां क्षिति इत्यस्मात् क्षिति इत्यस्य अनुवृत्तिः अङ्गस्य अधिकारः अनुवृत्तेः सहितस्य अनुवृत्तिः सहितसूत्रं पाग्राग्मा तत्र अङ्गस्य एव तत्र आदेशः भवति तावदेव क्षिति तत्र एव यदा वयं पश्यामः सति इत्यस्य आदेशः धौ तदेव पूर्वं वयं दृष्टवन्तः आं भगिनि एकम् उदाहरणं पठतु अन्ये सर्वं समानमेव पायोगः शप् किं भवति उषा भगिनी पठतु भगिनि आम् आम् अस्तु नास्ति चिन्ता आं भगिनि उषा भगिनि आं भगिनि पायोगः शप् पास्थाने पिब इति दीर्घसूत्रेण धात्वादेशः भवति पास्थाने पिब पिबयोगः शप् पिबयोगः अ इति भवति अथो गुणे न पास्थाने पिब पिबयोगः अ पिबयोगः ओ हियर् आल्सो अथो गुणे इत्यनेन पिब एव भवति शप् इत्यस्य पिब अकारान्ताङ्गम् ओके सार्वधातुकाधातुकयोः पुगन्तलघुपदस्य च कार्यं नास्ति पिबयोगः अ अथो गुणे एव कार्यं करोति पिब इति भवति पिबयोगः शत्रुस्थाने अत् भवति पिबयोगः अत् अथो गुणे इत्यनेन पिबत् भवति पिबत् इति प्रातिपदिकं सिद्ध्यति तत्र यदा वयं पश्यामः पास्थाने पिब इति आदेशः यदा क्षितिप्रत्यये परे एव भवति परन्तु शपं निमित्तीकृत्य तत्र गुणः न भवति पिब इति यदा अस्ति तत्र इगन्त अङ्गम् इदुपद अङ्गमेव किल इकारः परन्तु पे इति किमपि न भवति अतो गुणे इत्यनेन केवलं पररूपादेशः यदा इष्यते चेत् तत्र तस्मिन् विषये अष्टाध्यायी डाट् काम् मध्ये लिखितमस्ति किमर्थं न भवति इति ओके पिब इति आदेशः भवति परन्तु तत्र प्रसक्तिः भवितुम् अर्हति किल शप् इति अस्ति शप् इति कारणेन किमर्थं गुणः न भवति न भवति न भवति आं भगिनि सार्वधातुक आदधातुकयोः प्रसक्तिः नास्ति पुगन्तलघुपदस्य च प्रसक्तिः नास्ति तत्कारणतः अतो गुणे एव कार्यं करोति पिबयोगः अ इति पिब एव भवति आं भगिनि तदनन्तरं शत्रुप्रत्ययेन अत् आयाति, पिबयोगः अत् पिबत् एव प्रातिपदिकं, पिबत् इति प्रातिपदिकं सिद्ध्यति. एवमेव ग्राद् मा स्थां न दाण् दृश्य सृस्थाने धौ, सृस्थाने धौ आयाति. सृयोगः शप् इति स्थिते सृस्थाने धौ दीर्घसूत्रेण धौ धात्वादेशः भवति. धौ इति औ, सो धौ योगः अ धाव सुका, ओ दिस् इस् एचो अयवायावः इत्यनेन धाव योगः अधाव भवति. धावयोगः अत् अतो गुणे इत्यनेन धावत् भवति. षद् योगः षद् स्थाने शीय आयाति. शीय शीय इति शीय योग धात्वादेशः शीय. शीययोगः अ शप् अनन् शप् इति स्थाने अ. शीययोगः अ यकारः अकारान्ताङ्गं, सार्वधातुकार्धधातुकयोः कार्यं नास्ति, पुगन्तलघु लघु उपधा एव नास्ति. अतो गुणे इत्यनेन शीय इत्येव तिष्ठति. शीय ओ शानच् ओ दिस् इस् आत्मनेपति. शीय इति आत्मनेपति धातुतः कारणतः शीययोगः शानच् इति प्रत्ययः आयाति. शीययोगः आन इति भवति अनुबन्तलोपानन्तरम्. ओ आने मुक् इत्यनेन आने परे अदन्त अङ्गस्य मुक् आगमः भवति. शीययोगः आन इति मान भवति. शीययोगः मान, शीयमान इति प्रातिपदिकं सिद्ध्यति. शीयमान ओके. सद् सद् स्थाने सीद, सो सीदत् इति प्रातिपदिकम् आयाति. ओके. धेयं यत् सृधातोः स्थाने सृधातोः स्थाने धौ आदेशः भवति तदा यदा टु रन् इत्यर्थे अस्ति, न तु टु गो टु फ्लो इत्यर्थे. सो सृ स्थाने सृ इति टु गो टु फ्लो, बट् दौ इति आयाति चेत्, दौ इति आदेशः भवति चेत् टु रन् इति मीनिङ्ग् अस्ति. सरति इति यदा अस्ति चेत् तत्र टु गो टु फ्लो, नदी सरति. परन्तु दौ इति आदेशः भवति चेत् धावति, बालकः धावति. अत्रे भगिनि ओके. दंश् सञ्च् स्वञ्च् रञ्च् इत्येषां न लोपः. दंश सञ्च स्वञ्चां शपि इति सूत्रेण दंश सञ्च स्वञ्च एतेषां नकारस्य लोपः भवति शपि परे. ओके. उदाहरणं दंश, दंश इति धातु, दंश योगः शप् दश इति भवति, मकार अनुस्वारस्य लोपः भवति. दंश सञ्च स्वञ्चां शपि इत्यनेन अनुस्वारस्य लोपः भवति. दश इति भवति, दशयोगः शत्रुप्रत्यय शत्रुप्रत्ययेन अत् भवति. दशयोगः अत् अतो गुणे इत्यनेन दशत् इति प्रातिपदिकम्. ओके. बट् दंशति इति दं शप् जस्ट् शप् अलोन् क्रियते चेत् दंशयोगः शप् दंशति दशति दशति दशति दंश सञ्च स्वञ्चां शपि सूत्रं तत्रापि आदेशः न लोपः. दिस् इस् 6-4, दट् इस् धात्वादेशः इस् 7-3. दंश सञ्च स्वञ्चां शपि. ओके. सञ्च् योगः शप् इति स्थिते सञ्च् ञकारस्य लोपः भवति. दंश सञ्च स्वञ्चां शपि इत्यनेन सज भवति. सज योगः अत् शत्रु इत्यनेन अत् सज योगः अत् अतो गुणे इत्यनेन सजत्. सो सजन् सजन्त भगिनी, सञ्च् इत्यर्थे किं? सञ्च् सजत् इत्युक्ते टु गेट् रेडि इति अर्थः वा? ओ सजत् सञ्च् सञ्च् सञ्च् सञ्च् भूवादिगणे एव अस्ति. उदाद्वादेशः सः इत्यनेन शञ्च् इति धातु वा भगिनि? To hug, to embrace, to stay in close contact, to cling, to stick to. आलिङ्गनं. ओके. शञ्च् सङ्गे भवादिगणः सजति इति रूपं. तदेव तत्र अस्माकं कृदन्त कृदन्तेषु सजन् सजन्ति इति शब्दः. सजन्ति फेमिनिन्. ओके. आम् स्त्री. ओके स्त्रीलिङ्गरूपम्. ओके स्वञ्च् आत्मनेपति धातुः अतः तस्य शाणच् भवति. ओके स्वञ्च् इति स्वज् स्वज् भवति. शप् योजनानन्तरं स्वज् योगः आन इति स्थिते स्वज् आने मुक् इत्यनेन मान इति भवति. स्वजमान स्वजमान दट् इस् शीय दट् बिकेम् शीयमान बट् दिस् इस् स्वज् स्वज स्वज शप शप् अनन्तरं स्वज स्वजमान. ओके तत्रापि आलिङ्गनम् इत्येव अर्थः. ओके स्वजते स्वजेते स्वजन्ते. ओके अग्रे पठामि वा भगिनि? रञ्जेश्च इति सूत्रं. रञ्ज् धातोः अपि नकारस्य लोपः भवति शपि परे. 6425. ओके रञ्जेश्च रञ्ज् योगः शप् रञ्ज् योगः शप् ङकारस्य लोपः भवति. रज् रज् शप् योरा शप् योगानन्तरं रज इति भवति. रजयोगः शत्र् रजयोगः अत् अथो गुणे इत्यनेन रजत् इति प्रातिपदिकं. रज् रजत् टु शैन् भगिनि रञ्ज् ऐ गेस् दट् रजत् वाट् इस् दट् वेदान्त पापुलर् एक्साम्पल् रैट् रजकः रजत् ऐ गेस् टु शैन् रञ्जेश्च इत्यनेन रञ्ज् इति धातोः स्थाने नाट् स्थाने रञ्ज् इत्यनेन ञकारलोपानन्तरं रज इति सिद्ध्यति. रजत् इति प्रातिपदिकं सिद्ध्यति. भ्वादिगणे केषाञ्चित् धातूनां भगिनि भगिनि श्रूयते वा भगिनि? अहं श्रूयामि भगिनि. ओके भगिनि अस्ति अस्ति अस्ति अहं नीस् कनेक्षन् भगिनि. ओ ओके ओके मेबि शी गाट् डिस्कनेक्ट् शी गाट् बट् ऐ केन् सी हर्. ओके भ्वादिगणे भ्वादिगणे केषाञ्चित् धातूनां विकरणप्रत्ययः विकल्पः. कुत्रचित् विकल्पेन श तुदातिः. भ्वादिगणे केषाञ्चित् धातूनां विकरणप्रत्ययः विकल्पः. कुत्रचित् विकल्पेन श स्तुतादिः कुत्रचित् विकल्पेन श्नु स्वादिः कुत्रचित् विकल्पेन उ तनादि कुत्रचित् द्वित्वं सनन्तः इव कुत्रचित् अय चुरादिः इव कुत्रचित् विकल्पेन श्यन् दिवादिः सूत्राणि दीक्षितपुष्पायाः धातुपाठपुस्तके ओके इति भ्वादिगणे समग्रं शत्रन्तप्रातिपदिकचिन्तनं समाप्तं भगिनी श्रूयते वा भगिनी अरुणा भगिनी ऐ केन् ऐ हर्ड् यू बट् मेबि शी गाट् डिस्कनेक्टेड् ऐ डोंट् नो या शी इस् नाट् देयर् भगिनी ऐ एम् द ऐ सो पाग्राद्मा स्थाम्नादान् इति विशेषसूत्रं दंशसञ्च स्वञ्चांशपि रञ्जेश्च इति स्मरति वा भगिनि अत्र श्रीविद्यावर्गे अपि वयं पठितवान् रञ्जेश्च किमर्थं रञ्जेश्च किं पृथक् दत्तं चेत् अत्र धातु अनुवृत्ति अनुवृत्ति या अग्रे आयात् या श्रूयते वा भगिनि इदानीम् आं भगिनि मध्ये किमपि अभवत् आं भगिनि पूर्णतया शट् डौन् अभवत् आं भगिनि समापयतु रञ्जेश्च आं भगिनि रञ्जेश्च या अहं पठितवती बट् ऐल् डू इट् अगेन् रञ्जेश्च रञ्च् धातोः अपि नकारस्य लोपः भवति शपि परे ण्यकारः लोपः भवति रञ्ज् इति धातुः शप् योजनानन्तरं रज इति भवति रजयोगः अत् शत्रुप्रत्ययेन अत् रजयोगः अत् अतो गुणे इत्यनेन रजत् भवति रजत् इति प्रातिपदिकं सिद्ध्यति भ्वादिगणे केषाञ्चित् धातूनां विकरणप्रत्ययः विकल्पः कुत्रचित् विकल्पेन श उतादिगणे इव कुत्रचित् विकल्पेन श्नु स्वादिगणीयधातु इव कुत्रचित् विकल्पेन उ तनादिगणीयधातु इव कुत्रचित् द्वित्वं सनन्तधातुः इव कुत्रचित् अय चुरादिधातुः इव कुत्रचित् विकल्पेन श्यन् दिवादिः इव सूत्राणि दीक्षितपुष्पायाः धातुपाठे पुस्तके पेज् 15-18 इति भुवादिगणे समग्रं शत्रन्तप्रातिपदिकचिन्तनं समाप्तम् लघुपाठः एव तत्र वयं पूर्वमपि एतत् पठितवन्तः तत्र विकल्पेन यदा आगच्छति धातवः विकरणप्रत्ययः इति तादृश तदेव पुनः उक्तमस्ति अत्र अग्रिमपाठः किञ्चित् पठामः अनन्तरं समापयामः दिवादिगणे इति प्रायः किल दिवादिगणे शत्रुन्तप्रातिपदिक निर्माणं भगिनी अरुणा भगिनी पठितुं शक्यते वा बहिः अस्ति वा भगिनि आं भगिनी भवती एव अरुणा क्षम्यता उषा भगिनी भवती एव किञ्चित् पठतु अनन्तरं समापयामः किञ्चित् केवलं किम् अस्ति इति प्रथमपरिचयः पठतु आं भगिनि दिवादिगणे शत्रन्तप्रातिपदिकनिर्माणं शत्रन्तप्रातिपदिकस्य निर्माणार्थं द्वे सोपाने स्तः विकरणप्रत्ययस्य निमित्तकम् अङ्गकार्यं तदा धातुविकरणप्रत्ययोः मेलनं प्रथमसोपानं द्वितीयसोपानं शत्रुप्रत्ययनिमित्तकम् अङ्गकार्यं तदा अङ्गशत्रुप्रत्ययोः मेलनं आं भगिनि पूर्वमेव दृष्टवन्तः या शत्रुप्रत्ययः षित् इति कारणतः तिङ्क्षित् सार्वधातुकम् इति सूत्रेण सार्वधातुकप्रत्ययः शत्रुप्रत्ययः नित्यं कर्त्रर्थे च दिवादिगणे कर्त्रर्थे सार्वधातुकप्रत्यये परे धातुभ्यः ष्यन् विकरणप्रत्ययः विहितः अस्ति वस्तुतः प्रथमं कर्तरि शप् इत्यनेन शप् विहितः, तदा कर्तरि शप् इति सूत्रं प्रबाद्य दिवादिभ्यः शन् आगत्य कार्यं करोति. किमर्थम्? अस्यां दशायां दिवादिभ्यः शन् स्वस्य कार्यं न करोति चेत् इदं सूत्रं निरवकाशं भविष्यति. कर्तरि शप् इत्यस्य अन्यत्र लब्धावकाशः अस्ति, अतः दिवादिभ्यः शन् कर्तरि शप् इत्यस्य अपवादभूतसूत्रम्. पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति परिभाषया यत्र सूत्रम् अपवादः अस्ति तत् अपरस्य अपेक्षया बलवत्. अतः अत्र दिवादिभ्यः श्यन् इति सूत्रस्य कार्यं सिद्ध्यति. आं भगिनि, शत्रुप्रत्ययः षित् इति अस्ति, तत्कारणात् तिङ्क्षित् सार्वधातुकम् इत्यनेन सार्वधातुकप्रत्ययः भवति शत्रुप्रत्ययः. शत्रुप्रत्ययः इति कर्त्रार्थे अस्ति. दिवादिगणे कर्त्रार्थे सार्वधातुकप्रत्यये परे श्यन् इति विकरणप्रत्ययः अर्हति, विकरणप्रत्ययः आयाति. प्रथमं कर्तरि शप् इत्यनेन शप् विहितः, तदा कर्तरि शप् इत्यनेन इति सूत्रं प्रबाद्य दिवादिभ्यः श्यन् इति सूत्रं कार्यं करोति. कर्तरि शप् इत्यस्य स्थाने श्यन् आयाति. किमर्थम् इति चेत् अस्यां दशायां दिवादिभ्यः शन् इति सूत्रं कार्यं न करोति चेत् दिव् इति चतुर्थ गणीयधातुतः श्यन् प्रत्ययः अत्र आयाति चेत् दिवादिभ्यः श्यन् इति सूत्रं निरवकाशं भविष्यति यतोहि कर्तरि शप् इति सूत्रस्य अन्यत्र लब्धावकाशः अस्ति. बहुस्थलेषु कर्तरि शप् इति सूत्रस्य कार्यप्रसक्तिः अस्ति, तत्कारणतः दिवादिभ्यः श्यन् इति कर्तरि शप् इति सूत्रस्य अपवादसूत्रं भविष्यति. अपवादसूत्रम् इति आयाति. अपवादसूत्रं चेत् तत् सूत्रमेव बलवत् भवति. पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति परिभाषया अपवादसूत्रमेव बलीयसूत्रं अन्तिम पूर्वस्य कृते परसूत्रं बलवत्, परसूत्रस्य कृते नित्यसूत्रं बलवत्, नित्यसूत्रस्य कृते अन्तरङ्गसूत्रं बलवत्, अन्तरङ्गसूत्रस्य कृते अपवादसूत्रं बलीयः इति परिभाषासूत्रं वदति. अत्र कर्तरि शप् इति अन्यत्र लब्धावकाशः अस्ति. दिवादिभ्यः शन् इति कर्तरि शप् इत्यस्य सूत्रस्य प्रबाद्य दिवादिभ्यः शन् इति सूत्रम् अपवादसूत्रम् इति भवति. अपवादसूत्रम् इति बलवत् भवति, पूर्व अपरस्य स्थाने बलवत् भवति. तत्र एव दिवादिभ्यः शन् इति एव सूत्रं कार्यं करोति चतुर्थगणीयधातुतः. समीचीनं, तदेव अस्ति अत्र. अस्तु, अग्रे अग्रिमसप्ताहे प्रायः अग्रे पठामः तत्र किं कार्यं भवति इति. तद् अनन्तरम् एकः एव पाठः अस्ति, अनन्तरं सुबन्धनिर्माणमेव तत् पाठः. प्रायः पाठद्वयम् अग्रिमे सप्ताहे पठितुं प्रयत्नं कुर्मः. धन्यवादः धन्यवादः धन्यवादः भगिनी.